नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् इति। अस्माकं मूलकरपत्रं यदस्ति तत् तत् प्रति कृपया गच्छन्तु। प्रेरणार्थे निच् इति करपत्रम्। एतावत् अस्माभिः प्रेरणार्थे निचि प्रयोज्यकर्तुः कर्मत्वं कदा भवति इति अस्माभिः चर्चितम्, अपि च अभ्यासः अपि कृतः सम्यक्तया। तर्हि इदानीम् अत्र अस्माकं करपत्रं मूलकरपत्रं प्रति गच्छामः, प्रेरणार्थे निच् इति करपत्रं। पुनः आरम्भतः नमस्ते भगिनी। नमस्कारः भगिनि। तत्र अस्माकं सर्वेषां कृते चत्वारः प्रश्नाः किञ्चित् चिन्तय आसीत्। तत्र किञ्चित् डिस्कशन् वर्गस्य विषये वा? आम् आम्, प्रश्नाः सन्ति वा? आम्। अस्तु, तर्हि तत्करपत्रम् उद्घाटयामि एकक्षणम्। अस्तु, वदतु। कुत्र अस्ति प्रश्नः? तत्र आरोहित रोहति रोहति आरोहति इति गत्यर्थकः वा किम् इति? आरोहति इति रुहुदा कृष्णः तेन वृक्षम् आरोहति आरोहयति रुहुधातोः अर्थः कः? रुह् इत्युक्ते आरोहणम् इत्युक्ते उपरि गच्छति इति अर्थे खलु? अङ्कुरम् आगच्छति। रुहुधातुः रुहुधातोः अर्थः रुहुधातोः अर्थः टु ग्रो from seed to ascend iti tad gatyarthakava to grow iti asmin arthe gatyarthakah nasti parantu atra asmakam udaharane aarohati ityasya arthah kah आरोहति वृक्षं क्लैम्ब् इति वृक्षम् आरोहति क्लैम्ब् इति अस्ति, तत्रापि गति अस्ति खलु? गतिः इति बहुत्र भवति भगिनि, परन्तु तत्र धातोः अर्थः गतिः एव प्रधानः अर्थः वा इति विषयः खलु। गतिः इति प्रधानः विषयः वा इति प्रश्नः। अत्र आरोहति इत्यत्र क्रिया का क्रिया अस्ति? रुह् इति धातु, रोहति इति अन्यन्त अवस्थायां कर्तरी, सः वृक्षं रुह्धातुः मूलतः खलु, रुह्धातुः मूलतः अकर्मकः खलु, अकर्मकः अकर्मकः अस्ति, परन्तु यदा आ उपसर्गपूर्वकः अस्ति तदानीम् अकर्मकत्वं नास्ति खलु? नास्ति, अतः तत्र अकर्मकः इति तु नास्ति, परन्तु तेन वृक्षम् इति प्रयोगः समीचीनं वा इति? कृष्णः इत्युक्ते तत्र प्रयोज्यकर्तुः सः वृक्षम् आरोहति, सः वृक्षम् आरोहति इति वाक्यं खलु, मूलवाक्यम्? आम्, सः वृक्षम् आरोहति, कृष्णः तं वृक्षम् इति तु न भवति, कृष्णः तेन वृक्षम् इति एव भवति खलु? इति एव भवति, एव भवति। यतोहि यद्यपि रुहुदात्त तत्र आरोहणम् इति यदा वदामः तत्र गतिः अस्ति, परन्तु धातुपाठे गतिः इत्यस्मिन् अर्थे गतिः इति साक्षात् तत्र बहुषु धातुषु गतिः इति उच्यते खलु, गतिः तादृशधातूनामेव ग्रहणमस्ति। गतिः गत्यर्थकः इति वयं वदामः चेत् तादृशगतिः एव तत्र प्रधानतया भवति, इण् गतौ इति तद्वत् तादृशं सत्यं गतिः गतिः इति बहुत्र अस्ति धातुपाठे अर्थः तादृश तादृशानां सर्वेषां धातूनां ग्रहणं भवति गतिः इत्यनेन अतः अत्र वाक्यं समीचीनम् इति एव खलु कृष्णः तेन वृक्षम् आरोहयति तदेव वयं डिसैड् कृतवन्तः निर्णीतवन्तः अपि च तत्र क्रीडनकं कापि भगिनी मीना भगिनी भवत्याः किमपि डौट् आसीत् खलु प्रवेशयति ब्रह्मचारिणं गृहं प्रवेशयति किं प्रवेशयति वा हा आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति गृहं विश् दातु गत्यर्थम् अस्ति वा न वा इति प्रश्नः आसीत् विश् दातुः गत्यर्थकः इति वा विश् दातुः गत्यर्थकः इति उक्तं वदातु पटे विश् प्रवेशने इति धातुः अस्ति टु एण्टर् इति अर्थः खलु एण्टर् इति अर्थे धातुः अस्ति अत्र गतिः कुत्र अस्ति नास्ति नास्ति परन्तु तत्र प्रयोगः समीचीनं दृश्यते कुत्र आचार्यः ब्रह्मचारिणं गृहं प्रवेशयति कर्मत्वं ब्रह्मचारिणं न प्रवेशयति इत्यत्र गतिः नास्ति खलु गत्यर्थकधातुः नास्ति अतः प्रयोजकर्तुः कर्मत्वं कथम् ब्रह्मचारिणा इति भवति वा सत्यम् आचार्यः ब्रह्मचारिणा गृहं प्रवेशयति इति भवेत् अपि च दर्शयति अपि इति दर्शयते भगिनि दर्शयति दर्शयति इति तु डौट् नासीत् खलु दर्शयति अत्र चन्द्रं दर्शयति तत्र तु वार्तिकस्य प्रयोगः न भवति अत्र परस्मैपदम् अस्ति परन्तु कर्मणि प्रयोगे आत्मनेपदं भवति इति कृत्वा वार्तिकस्य प्रयोगः भवति खलु तत्र वार्तिकद्वयम् अस्ति कस्य विषये वदन्ति अस्ति दृशश्च इति वार्तिकेन तत्र दृष् धातोः कर्मत्वं भवति दृष् धातोः योगे अन्यन्त सोरि ण्यन्तावस्थायां प्रयोज्यकर्तुः कर्मत्वं भवति परन्तु आत्मनेपदी तद् अस्ति खलु सत्यं वाट् इस् दट् तदहं विस्मृतवती कर्मणि प्रयोगे विकल्पेन कर्मत्वं भवति तत्तु पूर्वमपि दृष्टं खलु आम् तत्र दर्शयते इति पिता पुत्रेण नदीं दर्शयते इति आसीत् अत्र दर्शयति इति अस्ति परस्मैपदे अस्ति चेत् केवलं दृशेश्च इत्यस्य एव प्रयोगः परन्तु कर्मणि प्रयोगे तु आत्मनेपदीरूपं भवति खलु अतः तत्र विकल्पेन रूपद्वयं भवति इति चर्चितं खलु हा तदेव तत्तु तद् संशयः नासीत् एकवारं जस्ट् कन्फर्म् सत्यं समीचीनम् अन्यत् किमपि तृतीयमस्ति राजा सुमन्त्रेण रामं वनं नाययति तत्र तत्र राजा सुमन्त्रेण रामं वनं नाययति इति रामं वनम् इति कर्मद्वयमस्ति अतः कर्मणि प्रयोगे किं भवति इति संशयः रामेण इत्येव भवति खलु सारि रामः इत्येव भवति खलु मूलवाक्यं किम् अस्ति इति एकवारं वदतु सुमन्त्रः रामं वनं नयति राजा सुमन्त्रेण रामं वनं नाययति शुद्धकर्मणि सुमन्त्रेण रामः वनं नीयते रामः वनं नीयते सत्यं रामः वनं नीयते अत्र रामः एव सर्वदा कर्मत्वं प्रधानकर्म अस्ति इति कृत्वा तस्य एव प्रथमविभक्ति भवति इति वयं चिन्तितवन्तः वनं सत्यम् इत्यस्य प्रथम कदापि न भवति इति सत्यं तदेव खलु सत्यं समीचीनं तत् शुद्धकर्मणि सम्यक् अस्ति सुमन्त्रेण रामः वनं नीयते राज्ञा सुमन्त्रेण रामः वनं नाययते न परन्तु अत्र अत्र प्रयोज्यकर्ता अपि अस्ति रामः अपि अस्ति तर्हि प्रत्ययेन अत्र नाययते इत्यत्र तिङ् प्रत्ययेन कः उक्तः अस्ति प्रयोज्यकर्ता एव उक्तः खलु केवलं रामः इत्येव ओ सुमन्त्रः इत्येव उक्तः इति वा राज्ञा सुमन्त्रः रामं वनं नाययते यतोहि तत्र नीधातुः यद्यपि गद्यर्थकः अस्ति परन्तु नीवह्योर्न इत्यनेन निषेधः अस्ति खलु चिन्तनीयं तत्र निषेधः अस्ति इति कृत्वा प्रयोज्यकर्तुः कर्मत्वं कदापि न भवति कर्मत्वं न भवति इति कृत्वा तत्र तृतीया एव भवति सत्यं यत् भवती उक्तवती सम्यक् अस्ति राज्ञा सुमन्त्रेण रामः वनं नाययते इति सम्यक् अस्ति यतोहि प्रयोज्यकर्तुः कर्मत्वं न सम्भवति इति कृत्वा नीवह्योर्न इत्यनेन कर्तृत्वमेव तिष्ठति इति कृत्वा तत्र तृतीया विभक्तिः एव भवति रामः अपि च वनम् अनयो मध्ये कस्य किम् उक्तं भवति इति चेत् रामः एव उक्तं भवति तदेव तावदेव तावदेव सम्यक् अस्ति राज्ञा सुमन्त्रेण वनं रामः नाययते अस्ति धातुः द्विकर्मकः अस्ति नीधातुः द्विकर्मकः अस्ति तत्र कर्मत्वं न भवति चेत् तृतीय एव कर्मत्वं न भवति खलु तृतीया भवति तदानीं तृतीयमेव सुमन्त्रेण इति उक्तं खलु सुमन्त्रेण सुमन्त्रेण रामेण वनं रामेण न सुमन्त्रेण रामः वनं नाययते ओके किं सुमन्त्रेण रामः वनं नीयते इति मूलशुद्धकर्मणि राज्ञा सुमन्त्रेण रामः वनं नाययते इति अस्ति तत्र द्विकर्मकधातुषु दुह्यादेः गौणे कर्मणि तत्र गौणकर्म एव उक्तं भवति दुह्यादीनां दुहुयाच् पच् दण्ड् रुद् पृच् छी इत्यादयः ये सन्ति तेषां तु गौणकर्म एव उक्तं भवति परन्तु नीहृ कृष्वहां नीधातुः हृधातुः कृधातुः कृष् कृष् अपि च वह् एतेषां धातूनां प्रधानकर्म एव उक्तं भवति अत्र तु नीदातुः इति कृत्वा प्रधानकर्म अस्ति रामः, अतः राम एव उक्तं भवति. अस्तु अस्तु, धन्यवादः. सम्यक् अस्तु तर्हि तत्र कृपया करपत्रम् उद्घाटयन्तु. तत्र प्रेरणार्थिनिच् इति बहुकालं जातम् इति कृत्वा, बहुकालः जातः इति कृत्वा पुनः एकवारम् आरम्भतः पठामः पुनस्मरणत्वेन, ततः अग्रे गन्तुं शक्नुमः. तर्हि इदानीं कः मीना भगिनी आरब्धुमिच्छति वा? अस्तु भगिनि. प्रेरणार्थे निच् एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि. तत्र वैशिष्ट्यं वर्तते यत् शबादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति, अयं धातुः कस्मिन् गणे अस्ति? अधुना सार्वधातुकलकारेभ्यः किञ्चित् विरामं स्वीकृत्य ण्यन्तप्रकरणं परिशील्यते. अत्र निचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीया चर्चा नितरां नापेक्षिता. धातुः कस्मिन्नपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. पठति भुवादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे, परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव. येषां गणः अपि येषां गणः अपि नास्ति एव कस्मिन् गणे इति प्रश्नस्तु नैव उदेति. उदेति चेत् तस्य उत्तरं नास्ति. तर्हि तस्मिन् करपत्रे सार्वधात्कलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणे सम्यक्तया ज्ञास्यते. अत्र इदानीं पर्यन्तं सार्वधात्कलकाराणाम् एव पठितम्. इदानीम् आर्धधात्कलकारविषये तत्र धातुगणः धातुगणविषयः कस्मिन् धातु कस्मिन् गणे अस्ति इति चिन्तनं नास्ति. तत्र आर्धधातुकलकारः इति चेत् तत्र ण्यन्त प्रकरणम् इदानीं पठामः. डिच् इति प्रत्ययः इति आर्धधातुकप्रत्ययः अस्ति. तत्र धातु कस्मिन्नपि गणे अस्ति चेदपि तत्र चर्चा गणचर्चा चिन्तनमेव नास्ति. तत्र यदा भुवादिगणे वा तुदादिगणे वा चुरादिगणे वा कोऽपि गणे वा तत्र तिङ् प्रत्ययरूपसाधनार्थं गणचर्चया किमपि नास्ति तत्र. अपि च यदि आर्धधातुक प्रत्ययः आगच्छति चेत् इदागमः भवितुं शक्यते, परन्तु अत्र निच् प्रत्ययः बलादि नास्ति, तस्मात् इदागमः चर्चा अपि नास्ति तत्र ण्यन्तावस्थायां. किमर्थमत्र गणचर्चा नास्ति, स्मारयतु किमर्थं? कुत्र भगिनी? आर्धधातुकलकारे अस्ति वा? अत्र प्रसङ्गे किमर्थं गणीयचर्चा नास्ति? आर्धधातुकप्रत्ययं निच् प्रत्ययः अस्ति चेत् कोऽपि प्रत्ययः, कोऽपि प्रत्ययः वा अथवा निच् प्रत्ययः प्रधानं वा? न, निच् प्रत्ययस्य प्रसङ्गे एव पृच्छन्ती अस्मि. धातुतः निच् प्रत्ययः योजयामः चेत् तत्र यः धातुः निष्पन्नः तत्र गणीयचर्चा नास्ति इत्युक्तं. किमर्थं नास्ति? तत्र निच् पट् यदा पट् इति धातु अस्ति चेत् पाटि इति भवति निच् प्रत्यय योजनेन नूतनधातुः भवति पाटि इति धातु. तत्र शप्रत्ययः आगच्छति सर्वत्र, परन्तु तत्र गणचर्चा अत्र नास्ति. किमर्थमिति चेत् कर्तृप्रयोगे एव शप्रत्ययः अस्ति किल. किमर्थं सार्वधातुके कर्तृप्रयोगे एव शब्दादयः आगच्छति तत्र इत्यनेन कः सम्बन्धः शबादिभिः कः सम्बन्धः शप् इति प्रत्ययः शबादिः इति तत्र शप् इति प्रत्ययः सर्वत्र आगच्छति परन्तु गण चर्चा अस्ति चेत् यदि कस्मिन् गणे धातु अस्ति चेत् तत्र शब् प्रबाद्य अन्यगणस्य विकरणप्रत्ययः आगच्छति न तत्तु उत्तरं नास्ति प्रश्नः कः प्रश्नः अस्ति गणीयचर्चा किमर्थं नास्ति इति भवती वदति अत्र गणीयचर्चा नास्ति इति कृत्वा शप्रत्ययः आयाति इति वदति परन्तु मम प्रश्नः गणीयचर्चा किमर्थं नास्ति गणीयचर्चा कदा भवति कदा भवति गणीयचर्चा कदा भवति यदि धातु औपदेशिकधातु अस्ति चेत् तत्र कर्तरिप्रयोगे लकारः आगच्छति चेत् तत्र कर्तरि शप् इति सूत्रेण शप् इत्यनेन न कोऽपि सम्बन्धः शप् इत्यनेन न कोऽपि सम्बन्धः गणीयचर्चा इत्युक्ते किम् अस्ति धातुपाठे ये धातवः उक्ताः गणस्य उल्लेखः अपि भवति तत्र धातुपाठे खलु भुवादिगणे ये एतादृशधातवः भुवादिगणे सन्ति दिवादिगणे एते धातवः सन्ति एवं रीत्या यत्र विभजनम् अस्ति धातुपाठे तादृशधातूनामेव गणीयचर्चा अस्ति परन्तु यदा निष्प्रत्ययं योजयामः तदानीं नूतनधातुः लभ्यते सः धातुः तु धातुपाठे नास्ति आदिदेशिकधातुः स धातुः धातुपाठे नास्ति इति कृत्वा गणीयचर्चा अपि न भवति धातुपाठे ये धातवः सन्ति तेषां विषये एव गणीयचर्चा शप् भवति अन्यविकरणप्रत्ययः भवति तत्सर्वं तु अनन्तरं परन्तु गणीयचर्चा कुत्र भवति कुत्र न भवति इति चेत् धातुपाठे साक्षात् ये धातवः उक्ताः तेषां विषये एव गणीयचर्चा धातुपाठे पाठि इति धातुः न उक्तः इति कृत्वा तस्य विषये गणीयचर्चा न भवति यतोहि अस्माभिः नूतनतया निर्मितः खलु अयं धातुः पाठि इति नूतनधातुः तत्र पाणिनिमहर्षिणा न दत्तं तत्र सत्यम् इति कृत्वा गणीयचर्चा न भवति तेषां विषये तदनन्तरं नूतनधातुः अस्ति इति कृत्वा तत्र कर्तरार्थे सार्वधातुके प्रत्यये परे कर्तरिशप् आयाति इति तत्सर्वं तु समीचीनं तत्तु निमित्तमस्ति इति कृत्वा आयाति परन्तु किमर्थं गणीयचर्चा नास्ति इति चेत् धातुपाठे न उक्तः इति धातवः इति कृत्वा गणीयचर्चा नास्ति केवलं भूवादयो धातवः इति सूत्रेण येषां धातुसंज्ञा भवति ते एव धातवः धातुपाठे सन्ति अतः केवलं तेषां विषये एव गणीयचर्चा अपि भवति हा सनाद्यन्तदातवः इत्यनेन येषां धातुसंज्ञा भवति तेषां तु विषये तु गणीयचर्चा न भवति इति वार्ता अत्र अस्तु समीचीनं धन्यवादः तर्हि इदानीम् अग्रे शोभभगिनी अग्रे आं भगिनि प्रेरणार्थकनिचः व्यवस्था स्वतन्त्रः कर्ता इति सूत्रं क्रियायां स्वातन्त्र्येण विवक्षितोर्थः कर्ता स्यात् कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति कर्तृसंज्ञाविधायकसूत्रमिदं स्वतन्त्रः प्रथमान्तं कर्ता प्रथमान्तं द्विपदमिदं सूत्रं कारके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कारके स्वतन्त्रः कर्ता इति अग्रे पठनीयं वा भगिनी अथवा तत् तावत् तावद् उक्त्वा अस्तु अस्तु अस्मिन् प्रसङ्गे प्रथमं सूत्रं स्वतन्त्रः कर्ता इति अस्ति प्रेरणार्थ ते निच् व्यवस्थायाम् अस्य प्रसङ्गः भवति. इत्युक्ते तत्र क्रियायाम् अस्माकं इत्युक्ते वक्तुः इच्छा इत्युक्ते कस्मिन्नपि वाक्ये वक्तुः इच्छानुसारणम् इच्छानुसारणं स्वतन्त्रतया क्रिया भवत् किं तत्र अस्तु एकक्षणं भगिनि. वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति कर्ता इति तस्य कर्तृसंज्ञा भवति इति. इत्युक्ते यत् वयं दृष्टवन्तः वाक्यरचनायां क्रियापदं कर्तारम् अनुसरति इति निजन्तवाक्ये, अपि च किं तत्र किं किं वदनीयं भगिनि? न, तत्र कीदृशसूत्रम् अस्ति इदं सूत्रं? केवलं तत्र संज्ञासूत्रमेव अस्ति एतत् सूत्रं. कर्तृविधायकसूत्रम् अस्ति. कर्तृसंज्ञा कर्तृसंज्ञा भवति एतेन कर्तृसंज्ञविधायकसूत्रम् इदम् अस्ति इति कृत्वा तेन कर्तृसंज्ञा भवति. किन्तु तत्र स्वतन्त्रः कर्ता इत्यनेन किं तत्र अर्थः कः इति वक्तव्यं चेत् तत्र क्रियायां किं तत्र स्वातन्त्र्येण विवक्षितः तत्र प्रधान स्वतन्त्रः इत्यस्य अर्थः प्रधानः इति अपि भवति इति अस्ति तत्र भगिनि. तत्र अनुवृत्तिसहितसूत्रं पश्यति चेत् कारके कारके स्वतन्त्रः कर्ता. कारके इति यदा वदति कारकम् इत्युक्ते तत्र क्रियाजनकत्वं क्रिया यत्र अस्ति तत्रैव कारकः कारकम् इति प्रयोगः. तर्हि कारके सति क्रियाजनकत्वे सति यः स्वतन्त्रः अस्ति तस्य कर्तृसंज्ञा भवति इति सूत्रार्थः. यः स्वतन्त्रः स्वतन्त्रः कः इति चेत् स्वतन्त्रः इत्युक्ते सामान्यतया स्वतन्त्रः इत्युक्ते तस्य कश्चन अर्थः अस्ति. स्वतन्त्रः इति वदामः चेत् तस्य कश्चन अर्थः अस्ति. परन्तु अत्र स्वतन्त्रः इत्यनेन तादृश अर्थः न इङ्गितः. अत्र स्वतन्त्रः इत्युक्ते स्वातन्त्र्यम् इत्युक्ते अस्माकं विवक्षानुगुणं वक्तुः विवक्षानुगुणं. तर्हि इदानीम् अहं वदामि रामः पचति इति. यदा वदामि रामः पचति रामः अन्नं पचति इति वदामि चेत् अत्र रामस्य स्वातन्त्र्यं मम विवक्षानुगुणम् अस्ति. रामः पचति इत्यत्र पचनक्रियां रामः जनयति स एव प्रधानः अस्ति इति कृत्वा रामस्य कर्तृसंज्ञा भवति. स्वतन्त्रः कर्ता इत्यनेन कर्तृसंज्ञा भवति. अतः अत्र उक्तं क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः इत्युक्ते क्रियायां स्वातन्त्र्यं सर्वदा स्वातन्त्र्यम् इति नास्ति. वक्तुः विवक्षानुगुणमेव स्वातन्त्र्यं भवति. यदि रामस्य स्वातन्त्र्यं न विवक्षितं स्थाली इति अस्ति स्थाली एव पचति इति स्थाल्याः स्वातन्त्र्यं मया विवक्षितं चेत् तदानीं तत्र मया वक्तुं शक्यते स्थाली पचति इति अपि वक्तुं शक्नोमि. स्थाली पचति इति वदामि चेत् स्थाली इति तु चेतनपदार्थः नास्ति. तथापि मम विवक्षानुगुणं तत्र स्थाल्यां क्रियाजनकत्वम् अस्ति प्रधानत्वमपि अस्ति. स्थाली स्वयं स्वतन्त्रतया पचनक्रियां जनयितुं सक्ष्मः अस्ति अथवा समर्थः अस्ति इति कृत्वा स्थाली पचति इत्यपि व्यवहारः अस्ति लोके. नो चेत् यदि अहं तत्र कश्चन कर्ता चेतनः कर्ता रामः अन्नं पचति इति अहं वदामि चेत् इदानीं तत्र मम विवक्षानुगुणं रामस्य स्वातन्त्र्यम् अथवा प्रधानता अस्ति पचनक्रियां जनयितुम्. अतः रामः अन्नं पचति इति अपि वाक्यं शुद्धम्. अतः स्वातन्त्र्यं सर्वदा एकस्मिन्नेव पदार्थे भवति इति नास्ति. तर्हि मम विवक्षानुगुणं स्वातन्त्र्यं रामे अस्ति. अन्यस्य विवक्षानुगुणं स्वातन्त्र्यं स्थाल्यां भवितुमर्हति अथवा अन्यस्मिन्नपि भवितुमर्हति. काष्ठैः तत्र काष्ठानि पचन्ति इत्यपि वक्तुं शक्यते. काष्ठानि पचन्ति इति वदति चेत् तत्र काष्ठेषु स्वातन्त्र्यं विवक्षितम् अस्ति. अतः सामान्यतया वयं कथं वदामः काष्ठैः इति कर्णत्वेन वयं वदामः, परन्तु मम विवक्षा कर्णत्वेन नास्ति. अहं वदामि तत्र काष्ठमेव प्रधानतया पचनक्रियां करोति इति कृत्वा अहं वदामि काष्ठानि पचन्ति इति अपि वाक्यं शुद्धमेव. अतः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा विधीयते. कस्य कर्तृसंज्ञा विधीयते इति चेत् यस्मिन् स्वातन्त्र्यं विवक्षितम् अस्ति तस्मिन् तस्य कर्तृसंज्ञा भवति. यस्मिन् स्वातन्त्र्यं विवक्षितम् अस्ति तस्य कर्तृसंज्ञा भवति. अवगतं वा? आं भगिनि, किञ्चित् विस्तृतमासीत् तत्र. सम्यक्, धन्यवादः. समीचीनं, तर्हि इदानीम् अग्रे गच्छामः. स्वतन्त्रकर्ता इति इदं सूत्रं न केवलम् अत्र प्रेरणार्थप्रसङ्गे, सर्वत्र यत्र कुत्रापि यस्मिन् कस्मिन्नपि वाक्ये यदा तत्र कर्तृपदम् अस्ति वाक्ये, तदानीं तस्य कर्तृसंज्ञा कथं भवति इति चेत् स्वतन्त्रकर्ता इति सूत्रमस्ति. अतः इदं सूत्रं केवलम् अस्य पाठस्य कृते इति नास्ति, यत्र कुत्रापि वाक्यप्रसङ्गे वाक्ये तु कश्चन कर्ता तु भवति एव, तर्हि तस्य कर्तृसंज्ञा केन सूत्रेण इति चेत् स्वतन्त्रकर्ता इति सूत्रेण. इत्युक्ते तत्र प्रथमाध्याये एव अस्ति एतत् सूत्रं, संज्ञासूत्रं खलु, संज्ञासूत्रम्. अतः धन्यवादः. तर्हि इदानीम् अग्रे गच्छामः. उमा भगिनी अग्रे. क्रियाजनकत्वं कारकत्वं, लेखः इति यथा लेखं जनयति, जनकः इति शिशु, जनकः जनकः इति शिशुं जनयति, तथा कारकः इत्युक्ते यः क्रियां जनयति. क्रियायाः जनकः क्रियानिष्पादकः कारकः. तत्र कारकं षड्विधम् इति प्रसिद्धिः. न केवलं कर्तृकारकं भवति, कर्मकारकं, करणकारकं, सम्प्रदानकारकम्, अपादानकारकम्, अधिकरणकारकम् अपि कारकाणि. प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं, जनकं निमित्तं च, तदर्थम् एव कारकमिति नामकरणम्. अत्र कारकसम्बन्धे उच्यते क्रियाजनकत्वं कारकं, क्रियानिष्पन्नः तदेव कारकमिति. लेखः इति ओके एक्साम्पल् गिवन्, लेखं जनयति जनकः, लेखकः इति यथा लेखं जनयति, जनकः इति शिशुं जनयति, तथा कारकः इत्युक्ते यः क्रियां जनयति. सो कारकः इति चेत् यः क्रियां जनयति. अत्र विविधानि षड्विध कारकाणि प्रसिद्धानि, कर्तृकारकं, कर्मकारकं, कर्णकारकं, सम्प्रदानकारकम्, अपादानकारकम्, अधिकरणकारकम्. प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं, जनकं निमित्तञ्च. ओके, कः कारकः, देन् निमित्तम् अस्ति वा, देन् तदेव कारकमिति नामकरणं दत्तम्. समीचीनं, तर्हि एतानि सर्वाणि अपि क्रियां जनयन्ति खलु, कर्तृकारकं, कर्मकारकं, करणकारकं, सम्प्रदानकारकम्, अपादानकारकम्, अधिकरणकारकम् इत्यादि इति षट्विधकारकाणि क्रियां जनयन्ति. तर्हि किमर्थं तत्र एतेषां कारकाणां संज्ञा किमर्थं विधीयते, संज्ञायाः प्रयोजनं किम्? कः कारकः इति, कः क्रियायां जनयति इति अवश्यं ज्ञातव्यं. किमर्थं ज्ञातव्यम्? इदानीं सापादानकारकम् इति ज्ञात्वा मया किं लभ्यते? भवतु नाम कर्तृकारकं, भवतु नाम कर्मकारकं, भवतु नाम तेन किम्? तदेव सेण्टर् वाक्यं वाक्यं वदितुं शक्यते. हा, इत्युक्ते तत्र कारकम् आधारीकृत्य विभक्तिविधानं भवति, विभक्तिविधानं भवति. इदानीं कस्यचित् कर्मकारकम् इति वयं वदामः चेत् कर्मकारकस्य द्वितीया विभक्तिः भवति. तर्हि वाक्ये तत्र यस्य पदस्य द्वितीया विभक्तिः अस्ति सामान्यतया तस्य कर्मकारकं वर्तते इति वयम् अवगन्तुं शक्नुमः खलु. वाक्यस्य अर्थबोधः विभक्तयः एव द्योतकाः सन्ति, प्रकाशिकाः सन्ति. वाक्ये रामः ग्रामं गच्छति इति अहं वदामि चेत् एतादृशवाक्यस्य अर्थः कः इति कथं जानीमः इति चेत् विभक्तिं दृष्ट्वा, विभक्तिः एव द्योतकाः सन्ति, प्रकाशिकाः सन्ति. तर्हि ग्रामं गच्छति अथवा रामः इति प्रथमविभक्तौ अस्ति, ग्रामः ग्रामम् इति द्वितीयविभक्तौ अस्ति इति एवं रीत्या तत्र यदा विश्लेषणं भवति तदानीम् अर्थबोधः भवति. तदा तादृश अर्थबोधः कथं भवति इति चेत् विभक्तिं दृष्ट्वा भवति. तर्हि विभक्तिविधानं कथं भवति इति चेत् कारकम् आधारीकृत्य विभक्तिविधानं भवति. अतः तस्य किं कारकम् इति अवगन्तव्यं भवति. अत्र षट् कारकाणि सन्ति, एतानि सर्वाणि कारकाणि क्रियां जनयन्ति. तत्र प्रधानं कारकमस्ति कर्तृकारकम्. परन्तु षष्टिविभक्तेः कारकत्वं नास्ति, सामान्यतया कारकत्वं नास्ति. षष्टिविभक्तिः सम्बन्धार्थे भवति, सामान्यतया कारकं नास्ति. परन्तु षष्टिविभक्तेः अपि कारकत्वं भवति. यदा अन्यकारकस्य अविवक्षा भवति, यदा अन्यकारकस्य अविवक्षा भवति तदानीं षष्टिविभक्तेः अपि कारकत्वं वर्तते. इदानीं तत्र अहं वदामि मातरं स्मरति, बालकः मातरं स्मरति इति अहं वदामि. इदानीं मातरम् इति कर्मकारकम् अस्ति, अतः मातरम् इत्यस्य द्वितीयविभक्तिः अस्ति, बालकः मातरं स्मरति. परन्तु यदा तत्र मातरम् इत्यस्य कर्मत्वेन विवक्षा नास्ति तदानीं तत्र षष्टिविभक्तिः भवितुमर्हति. बालकः मातुः स्मरति इत्यपि वक्तुं शक्नोति, बालकः मातुः स्मरति. तर्हि इदानीम् अत्र मातुः इत्यस्य अत्र वस्तुतः कर्मकारकं भवेत् परन्तु मम विवक्षा नास्ति, कर्मत्वेन वक्तुं मम विवक्षा नास्ति इति कृत्वा अहं वदामि बालकः मातुः स्मरति इति वदामि. तत्र षष्टिविभक्तिः दृश्यते. तर्हि तस्य कः अर्थः इति चेत् तत्र सम्बन्धार्थे नास्ति. मातुः इत्युक्ते तत्र साक्षात् सम्बन्धः नास्ति, मूलतः सम्बन्धः नास्ति. परन्तु कर्मणः अविवक्षा अस्ति, अहं कर्मत्वेन वक्तुं न इच्छामि इति कृत्वा तत्र सम्बन्धार्थे षष्टिविभक्तिः भवति तत्र. अतः तत्र कारकषष्टिः एव अस्ति तत्र, यतोहि कर्मकारकस्य अविवक्षायाम् उत्पन्ना षष्टिः. अतः षष्टिविभक्तिः सामान्यतया कारकं नास्ति, परन्तु कुत्रचित् कारकत्वमपि भवितुम् अर्हति. सामान्यतया षष्टिविभक्तिः कदा भवति इति चेत् सम्बन्धार्थे भवति खलु. तत्र भिन्नभिन्नाः सम्बन्धाः सन्ति, जन्यजनकभावसम्बन्धः, स्वस्वामिभावसम्बन्धः इत्यादयः सम्बन्धाः सन्ति. तर्हि तादृशसम्बन्धार्थे षष्टिविभक्तिः भवति इति सामान्यव्यवहारः. दशरथस्य पुत्रः इति वदामः चेत् तत्र जन्यजनकभावसम्बन्धः अस्ति इति कृत्वा सम्बन्धार्थे षष्टिः भवति. तत्र तु कारकत्वं नास्ति, परन्तु षष्टिविभक्तेः अपि कारकत्वं भवितुम् अर्हति इति स्मर्तम्. अग्रे गच्छामः. भगिनी अन्यत् एकम् उदाहरणं ददाति वा तत्र षष्टिविभक्तेः? यदा कर्मत्वं न इच्छते, इष्यते क्षम्यतां, तदा अन्यत् एकम् उदाहरणं वदति वा? हा, इदानीं तत्र बालकः ग्रामं गच्छति इत्यस्य स्थाने बालकः ग्रामस्य गच्छति इति अहं वदामि चेत् तत्र कर्मणः अविवक्षा अस्ति इति कृत्वा ग्रामस्य गच्छति इति अहं वदामि. तत्र ग्रामस्य इत्यत्र षष्ठीविभक्तिः अस्ति, कर्मणः अविवक्षायां षष्ठी तत्र. एवं रीत्या किं भवितुम् अर्हति? अर्थः समानमेव वा? अर्थः तु समानः एव. अस्तु भगिनि, धन्यवादः. अस्तु, अग्रे गच्छामः. तर्हि इदानीम् उषाभगिनी अग्रे. आं भगिनि, नमस्कारः भगिनि. नमस्कारः. क्रियायाः क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः. स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितोर्थः. वक्तुः इच्छा चेत् एव कारकं भवति, तथा नास्ति चेत् कारकं नास्ति. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञकः भवति. यथा भगिनी उक्तवती, क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात्. क्रियायाम् इत्यनेन क्रियायाः जनकत्वे यः उपयोगं करोति तदा एव कारकसंज्ञा भवति, तथा एव कारकत्वे इति फलितार्थः. कारकत्वे न उपयोगं करोति षष्ठीविभक्ति सम्बन्धषष्ठी कृते, तत्र नामपदानि एव सम्बन्धः भवति. अपि तु लैक् भगिनी उक्तवती स्थाली पचति इत्यपि वक्तुः कृते स्वातन्त्रम् अस्ति इत्यनेन रामः पचति इत्यपि न आवश्यकं. वक्तुः इच्छायां प्रति स्थाली पचति अपि वक्तुं शक्यते. स्थाली पचति इत्यनेन स्थाली इत्येव कर्तृसंज्ञा भवति, रामः कर्तृसंज्ञा न भवति. अपि तु यद्यपि सम्बन्धार्थे षष्ठी विधीयते, षष्ठी अपि कारकसंज्ञा भवितुम् अर्हति. कारकसंज्ञा भवितुम् अर्हति इत्यनेन बालकः मातरं स्मरति इति कृते वक्तुः इच्छायां वक्तुः बालकः मातुः स्मरति इत्यपि वक्तुं शक्यते, इत्यपि साधु एव इति. अनेन क्रियायां स्वातन्त्र्येण विवक्षितः, स्वातन्त्र्येण इत्यपि मुख्यः अस्ति. वक्तुः इच्छायाम् इति कृते एव कर्तृसंज्ञकः भवति. समीचीनम् इत्युक्ते तत्र क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात्. तर्हि स्वातन्त्र्येण इत्युक्ते प्रधानतया मुख्यतया, विवक्षितः इत्युक्ते वक्तुः विवक्षा, वक्ता किं वक्तुम् इच्छति तस्य अनुगुणं तस्य कर्तृसंज्ञा भवति. यस्य कस्यापि कर्तृसंज्ञा भवितुमर्हति वक्तुः इच्छानुगुणम्. अतः एव वदन्ति विवक्षातः कारकाणि भवन्ति, विवक्षातः कारकाणि भवन्ति. अस्तु अस्तु, तर्हि धन्यवादः. अग्रे किं विजया भगिनी पठति वा? आं महोदय, नमस्कारः. नमस्कारः. देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये पञ्चकारकाणि सन्ति. सर्वाणि अपि पचनक्रियां प्रति जनकानि किन्तु देवदत्तः एव वक्त्र मुख्यरूपेण प्रकटीकृतः विवक्षितः तदर्थं स्वातन्त्र्येण इत्युक्तं स्वातन्त्र्येण इति उक्तं स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः विन्दति इति अर्थे कुविन्दः आशयः एवं यः मुख्यः प्रधानः तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति किन्तु देवदत्तः एव मुख्यः किमर्थमिति चेत् पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रतया तानि उपयुज्य पचनक्रियां जनयति अत्र देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति अत्र वाक्यम् अस्ति अत्र एतत् काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति कार्यम् अत्र देवदत्तेन कृतम् अत्र सर्वाणि अपि पचनक्रियायाम् एव कार्याणि भवन्ति जनकानि कार्याणि अत्र भवन्ति किन्तु देवदत्तः एव अत्र वक्त्रा अस्ति प्रमुखरूपेण प्राधान्यरूपेण अत्र प्रकटीकृतः अत्र एतदेव विवक्षा अस्ति देवदत्तः एव सर्वाणि कार्याणि अत्र काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति तेन एव देवदत्तेन एव सर्वाणि कार्याणि कृतम् अत्र तदर्थं स्वातन्त्र्येण इति उक्तम् अत्र सः एव कार्यं करोति अत्र स्वातन्त्र्येण तेन कृतं सर्वाणि कार्याणि स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः विन्दति कुविन्दः इत्युक्ते विन्दति इति अर्थे आगच्छति सः एव एतत् सर्वं कार्याणि प्राप्तानि इति भवति आशः एवं यः मुख्यः प्रधानः अत्र देवदत्तः एव तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति कारकम् इत्युक्ते यत्र क्रिया अन्वयति तत् एव कारकम् इदानीं कारकाणि पञ्चकारकाणि क्रियाजनकानि सन्ति अतः एतत् सर्वं देवदत्तेन कृतम् अतः देवदत्तः एव अत्र मुख्यः प्रधानः अस्ति किमर्थमिति चेत् पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य स्वतन्त्रतया एव सः सर्वाणि कार्याणि एतत् सर्वं उपयुज्य पचनक्रियां जनयति अतः देवदत्तः एव अत्र प्रधानपुरुषः मुख्यरूपेण भवति खलु महोदय समीचीनं सम्यक् अस्ति धन्यवादः प्रश्नः अस्ति वा अत्र अत्र देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इत्यत्र पञ्चकारकाणि सन्ति कानि तानि कारकाणि काष्ठैः अत्र तृतीया बहुवचनमस्ति अग्निना तृतीया एकवचनमस्ति ओदनम् इति द्वितीया एकवचनमस्ति मया विभक्तिः न पृष्टा तत्र कारकम् इति वदतु कर्तृकरणे क्रिया कर्तृकरणे इत्यनेन अत्र तृतीया विभक्तिः काष्ठैः न भगिनी मम प्रश्नः अस्ति काष्ठैः इत्यस्य कारकं किम् अस्ति देवदत्तः इत्यस्य कारकं किम् अस्ति कर्तृकारकं देवदत्तः कर्तृकारकं काष्ठैः इति करणकारकम् अग्निना अग्निना एतदपि करणकारकमेव ओदनम् ओदनम् इति अत्र कर्मकारकम् खलु महोदय सम्यक् स्थाल्याम् इति अत्र अधिकरणकारकमस्ति सम्यक् सम्यक् इति अस्ति कारकाणि सन्ति इति कारकाणि एतेषां कारकाणि सन्ति, कारकाणि आधारीकृत्य विभक्तिविधानम् अनन्तरं भवति. करणकारकमस्ति चेत् कर्तृकरणयोः तृतीया, अनन्तरम् ओदनं कर्मकारकमस्ति चेत् कर्मणि द्वितीया, साल्याम् इति अधिकरणकारकमस्ति चेत् किं सप्तमी अधिकरणे अधिकरणे च इति एवं रीत्या, कर्तृकारकमस्ति चेत् तत्र प्रातिपदिकार्थे प्रथमा, प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति एवं रीत्या कारकम् आधारीकृत्य विभक्तिविधानं भवति. अस्तु, अग्रे गच्छामः. वंशी भगिनी अग्रे. आम्, स्वतन्त्रतया इति कथनस्य आशयः प्रथमबिन्दुः अस्ति. कर्तुकारकः देवदत्तः वचनक्रियां जनयितुं सक्रियः भवति. सर्वप्रथमं यदा अन्यानि कारकाणि क्रियाशीलानि न. द्वितीयबिन्दुः अस्ति. अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्ति च कर्तुः आधीने, किन्तु तत्र कर्तुकारकः देवदत्तः स्वतन्त्रः. तृतीयबिन्दुः अस्ति. कर्तुकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति. चतुर्थं बिन्दु. अन्यानि कारकाणि न सन्ति चेदपि कर्तुकारकः क्रियां जनयितुं पारयति, यथा देवदत्तः आस्ते, देवदत्तः शेते, देवदत्तः पचति. अस्तु, अत्र स्वतन्त्रतया इति उक्त्वा तत्र तस्य पदस्य अर्थः चतुर्विधानि भवितुमर्हति. प्रथममस्ति, कर्तुकारकः देवदत्तः पचनक्रिया यदा करोति तत्र अन्यकारकाणि यद्यपि क्रियाशीलानि, अन्यकारकाणि क्रियाशीलानि नास्ति, यतोहि तत्र कर्तुः आधीने सर्वे कारकाणि सन्ति. अतः तत्र देवदत्तस्य आधीने एव सर्वे कारकाणि, सर्वाणि कारकाणि भवितुम् अर्हन्ति. तत्र तत्र देवदत्तः सर्वेषां प्रतिनिधिः अपि भवितुम् अर्हति. अपि च देवदत्तस्वतन्त्रता एव कर्तुकारकं क्रियां जनयितुम् अर्हन्ति, यतोहि तत्र वाक्यं भवितुम् अर्हति देवदत्तः आस्ते. अत्र तु किमपि कारकं नास्ति, कर्तुकारकम् अपेक्षया किमपि कारकं नास्ति. अतः तत्र कर्ता स्वतन्त्रतया एव क्रियां जनयितुं शक्यते. अतः तत्र कर्ता एव प्रामुख्यं, कर्तुकारकम् एव प्रामुख्यं भवति, तस्य आधीने एव सर्वे सर्वाणि कारकाणि भवितुम् इति एव आशयः तत्र अस्य परिच्छेदस्य. समीचीनं, समीचीनं. तदेव स्वतन्त्रतया इत्यस्य अर्थः कः इति अत्र इतोपि विवृतमस्ति. स्वतन्त्रता इति यदा वदति, कथं स्वतन्त्रता, स्वातन्त्र्यम् इत्यस्य कः अर्थः इति चेत्, अन्यानि कारकाणि न सन्ति चेदपि यद् कारकं भवति तत् कारकं प्रधानं भवति, इत्युक्ते अन्यकारकाणाम् अधीने नास्ति. इदानीं रामः पचति इति अहं वदामि चेत् तत्र काष्ठैः पचति, स्थाल्यां पचति इति सर्वम् अहं न वदामि चेदपि रामः पचति इति एव तावदेव वदामि चेत् तदानीम् अर्थबोधः जायते. रामः एव पचनक्रियां करोति इति वयम् अवगन्तुं शक्नुमः. परन्तु केवलम् अहं वदामि काष्ठैः पचति इति वदामि चेत् तत्र कर्तारं विना अहं वदामि चेदपि तत्र कश्चन कर्ता तु अस्ति इति ज्ञायते खलु. पचति इति एवं वदामः चेत् एव ज्ञायते तत्र कश्चन कर्ता अस्ति इति ज्ञायते. यद्यपि मया न उच्यते, रामः इति न उच्यते, काष्ठैः ओदनं पचति इति तावदेव मया उच्यते, तदानीमपि ज्ञायते कश्चन कर्ता अस्ति. यतोहि व्यापारः साक्षात् काष्ठे न भवितुमर्हति. यावत्पर्यन्तं तत्र चेतनः कश्चन पदार्थः नास्ति, कश्चन पुरुषः नास्ति तत्र, तर्हि काष्ठैः क्रिया न भवितुमर्हति इति कृत्वा तत्र कश्चन प्रधानः पुरुषः वर्तते यः साक्षात् पचनक्रियां जनयति. तेन तस्य द्वारा तत्र कर्तृद्वारा अन्यानि कारकाणि भवन्ति, काष्ठैः ओदनम् इति सर्वं तत्र कर्तृद्वारा एव इति कृत्वा यस्य एतादृशस्वातन्त्र्यं विद्यते सः एव कर्ता भवति. अतः एव तत्र वाक्यम् अन्येषां कारकाणाम् उल्लेखः नास्ति चेदपि वाक्यं भवति, देवदत्तः आस्ते, देवदत्तः श्येते, देवदत्तः पचति इत्यादीनि वाक्यानि भवन्ति, यद्यपि तत्र अन्येषां कारकाणाम् उल्लेखः नास्ति, यतोहि देवदत्ते स्वातन्त्र्यं विवक्षितम् अस्ति इति उक्त्वा तत्र स्थाली पचति इति वाक्यम् अशुद्धम् इति न वक्तुं शक्यते. यत्र स्थाल्यां तादृशस्वातन्त्र्यं विवक्षितम् अस्ति तदानीं स्थाली पचति इत्यपि वाक्यं शुद्धमेव इति स्मर्तव्यम्. अतः विवक्षातः कारकाणि भवन्ति, विवक्षानुगुणमेव कारकाणि. अस्तु तर्हि अग्रे शुभदा भगिनी. नमस्कारः भगिनि. नमस्कार. तृतीयबिन्दोः अर्थः न अवगतः भगिनि. कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति. नाम इत्युक्ते तदर्थमेव तत्र अन्तिमवाक्ये देवदत्तः आस्ते इति वयम् इदानीं देवदत्तः पचति इति वयं वदामि चेत् अहं वदामि देवदत्तः पचति इति, तत्र काष्ठैः स्थाल्याम् इति किमपि न उक्तं. पचति इति यदा अहं वदामि तदानीम् अहम् अवगन्तुं शक्नोमि यत् पचनक्रियां सः करोति, तस्य पचनक्रियां कर्तुं यद्यद् अपेक्षितं तत्सर्वं तस्य पार्श्वे अस्ति. नो चेत् तत्र काष्ठानि न सन्ति चेत् पचनक्रियां कर्तुं न शक्नोति. अतः यद्यपि मया देवदत्तः काष्ठैः पचति इति न उक्तं, तथापि तत्र देवदत्तः एव प्रतिनिधिः भवति अन्येषां कारकाणां, यद्यपि मया न उक्तम्. इत्युक्ते केवलं देवदत्तः पचति इत्येव अहं वदामि चेदपि तत्र मया अवगम्यते यत् देवदत्तः अन्येषां साधनानां प्रयोगं करोति पचनक्रियां जनयितुम् इति मया अवगन्तुं शक्नोमि. यदि अहम् इच्छामि चेत् देवदत्तः काष्ठैः पचति इति अपि अहं वक्तुं शक्नोमि. परन्तु केवलं काष्ठैः पचति इति अहम् उक्त्वा तत्र काष्ठानि एव देवदत्तस्य प्रतिनिधिः इति वक्तुं न शक्नोमि. काष्ठानि स्वयं तत्र क्रियां न जनयति. काष्ठैः पचति इति यदा अहं वदामि तदानीं तत्र कर्ता अस्ति, कर्तरी व्यापारः अस्ति, तेन व्यापारेण काष्ठेषु अपि क्रिया जायते, तया क्रियया पचनक्रिया जायते इति वयम् अवगन्तुं शक्नुमः. अतः अन्यानि कारकाणि साक्षात् कर्तृकारकस्य प्रतिनिधिः न भवन्ति, कर्तृकारकं तु अन्येषां प्रतिनिधिः भवितुमर्हति. अतः एव वाक्यं देवदत्तः पचति इति वाक्यमपि शुद्धमस्ति, यतोहि तत्रापि वयम् अवगन्तुं शक्नुमः पचनक्रियां करोति, तस्य कृते यानि यानि साधनानि सन्ति तानि सर्वाणि तस्य पार्श्वे अस्ति इति कृत्वा सा पचनक्रियां करोति इति अवगन्तुं शक्नुमः. तदर्थम् अत्र उक्तमस्ति कर्तृकारकम् अन्येषां प्रतिनिधिः भवितुम् अर्हति, परन्तु अन्यानि न भवितुम् अर्हन्ति इति. मम किञ्चित् भ्रमः जातः यत् कारकत्वेन कर्तृकारकः अन्ये कारकाणां प्रतिनिधित्वं करोति इति कारकत्वेन तु न, परन्तु क्रिया अस्ति क्रियां जनयितुं सः स्वतन्त्रेण समर्थः भवति. इत्युक्ते इदानीं कर्तृकारकस्य अपादानकारकं भवति इति नास्ति, प्रतिनिधिः भवति इति चेत् इदानीं कर्तुः एव करणकारकत्वं भवति इति नास्ति प्रतिनिधिः इति चेत् एकस्मिन् वाक्ये अन्येषां कारकाणाम् उल्लेखः नास्ति चेदपि वयम् अवगन्तुं शक्नुमः. रामः पचति इति एव वदति चेदपि वयम् अवगन्तुं शक्नुमः पचनक्रियां सः साक्षात् तत्र वायौ न कर्तुं शक्नोति. इत्युक्ते पचनक्रियां कर्तुं तस्य पार्श्वे तत्र चूल्ली अपेक्षितः अस्ति, काष्ठानि अपेक्षितानि अथवा ग्यास् स्टव् अपेक्षितम् इति एतत् सर्वम् अपेक्षितं, नो चेत् पचनक्रियां कर्तुं न शक्नोति खलु. यदि अहं वदामि माता पचति इति अहं वदामि तदानीम् अहम् अवगच्छामि यत् माता तत्र ग्यास् तस्य पार्श्वे ग्यास् स्टव् अस्ति, तत्र एव पात्रे तण्डुलं स्थापयित्वा पचनक्रियां करोति इति अहं जानामि. अतः यद्यपि मया माता ग्यास् स्टव् स्वीकृत्य कार्यं करोति इति न उक्तं, तथापि तत्र माता प्रतिनिधिरूपेण अस्ति अन्येषां कारकाणां, खलु तथैव काष्ठैः पचति इत्यस्मिन् अपि कर्तुः अध्याहारः अस्ति एव खलु काष्ठैः इति पदेन नास्ति कर्तुः अध्याहारः केन कर्तुः अध्याहारः केन भवति तत्र तिङ् प्रत्ययेन तिङ् प्रत्ययेन भवति काष्ठैः इति प्रतिनिधिः नास्ति काष्ठैः इति एव वदामि चेत् रामस्य ज्ञानं न भवति एवम् अस्तु अवगतं भगिनि अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् किन्तु यथोक्तं कारकं वक्तुः इच्छायाः अधीने भवति तदर्थं प्रसिद्धवाक्यम् अस्ति विवक्षातः कारकाणि भवन्ति अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः कर्तृसंज्ञा भवति अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति तत्र कर्तुः चेतना अस्ति एव इति नास्ति कर्ता प्रमुखो भवति क्रियायाः साधने इति पर्यवसितम् अस्तु तदेव अत्र लिखितमस्ति कर्तुः वक्तुः विवक्षानुसारं विवक्षानुगुणम् एव कर्ता कः अस्ति इति इत्यस्य निश्चयः भवति वाक्ये कर्ता चेतनः भवेत् अचेतनः भवेत् तत्तु तस्य महत्वं नास्ति परन्तु कर्तुः इच्छा का अस्ति तदनुसारेण एव वाक्ये कर्तृकरणस्य क्षम्यतां कारकस्य कर्तृकारकस्य पदं निश्चितं भवति इति तत्र विवक्षातः कारकाणि भवन्ति इति प्रसिद्धवाक्यमस्ति येन बहु सम्यक् रीत्या अवगम्यते यत् यत् यः वक्ता यः वाक्यं वदति रामः ओदनं पचति इति वक्ता वदति अहं वदामि अहं वक्ता अस्ति वक्त्री अस्ति तदा अस्मि क्षम्यतां तदा मम इच्छानुसारं मम इच्छानुगुणम् अहं रामः इति कर्तुः स्थाने स्थापयामि यदा मम इच्छा अस्ति यत् स्थाली इति कर्त्री भवेत् तर्हि अहं वक्तुं शक्यते यत् स्थाली पचति इति तत् रा स्थाली इति अचेतनः अचेतनपदार्थः इति तत्र तस्य किमपि प्राधान्यं नास्ति इति विचारस्य प्राधान्यमेव नास्ति अचेतनः वा चेतनः वा तत्र विचारः एव नास्ति केवलं वक्तुः इच्छानुगुणम् एव तत्र कर्तृकारकस्य स्थापनं भवति इति आशयः सम्यक् समीचीनम् अस्तु एतत् उक्तमेव तर्हि इदानीम् अग्रे गच्छामः तत्र कर्तुः अर्थः अग्रिमसूत्रस्य आधारः इत्यस्ति तत्र किम् अरुणभगिनी पठति वा आं भगिनि कर्तुः अर्थः अग्रिमसूत्रस्य आधारः तत् प्रयोजकः हेतुश्च कर्तुः प्रयोजकः हेतुसंज्ञा कर्तुसंज्ञा च स्यात् सामान्यकर्तुः प्रेरकस्य कर्तुः कर्तुसंज्ञा अपि भवति हेतुसंज्ञा अपि भवति तस्य कर्तुः प्रयोजकः प्रवर्तयिता तत्प्रयोजकः षष्ठीतत्पुरुषः तत्प्रयोजकः प्रधानतः हेतुः प्रथमान्तं च अव्ययपदं त्रिपदम् इदं सूत्रं स्वतन्त्रः कर्ता इत्यस्मात् कर्ता इति अनुवृत्तिः अनुवृत्तिसहितं सहितसूत्रं तत् प्रयोजकः हेतुः च कर्ता. अधुना अन्य सूत्रमस्ति तत् प्रयोजकः हेतुश्च इति सूत्रे कर्तृप्रयोजकः हेतुसंज्ञा अपि कर्तृसंज्ञा अपि स्यात्. किमर्थं प्रयोजकः तत्प्रयोजकः इत्यत्र तत् इत्युक्ते किम्? कार्यस्य तत् क्रिया इति नास्ति तत्र. तत् प्रयोजकः तत् स्वतन्त्रः कर्ता तस्य स्वतन्त्रकर्ता. तत् इति पदस्य अर्थः कथं बुध्यते सामान्यतया? पूर्वं किं वक्तं तदेव. उत्तमं. तर्हि पूर्वं किम् उक्तं? स्वतन्त्रकर्ता. स्वतन्त्रकर्ता इति पूर्वं सूत्रमस्ति. अतः अग्रिमसूत्रं तत् प्रयोजको हेतुश्च इत्यत्र तत् इति पदेन कर्तुः उल्लेखः. अस्तु, वदतु. सामान्यकर्तुः भेदकस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. स्वतन्त्रकर्ता कार्यं द्वयमस्ति, प्रेरकम् अपि हेतु अपि स्थितिः अस्ति. सः तस्य सामान्यकर्तुः प्रेरककर्तुः अस्ति चेत् प्रयोजककर्ता इति नाम भवति. प्रयोज्यकर्ता षष्ठी तत्पुरुषः भवति. उदाहरणमस्ति, पिता बालं पाठं पाठयति. अत्र पिता प्रयोजककर्ता एव बालं पाठं पाठयति. ततः यद्वाक्यं भवत्या उक्तं तस्मिन् वाक्ये प्रयोजककर्ता कः, स्वतन्त्रकर्ता कः? स्वतन्त्रकर्ता मा पिता. पिता नास्ति, पिता प्रयोजककर्ता. प्रेरणं करोति. ओके, बालः बालः स्वतन्त्रकर्ता, प्रयोज्यकर्ता स्वतन्त्रकर्ता. ओ, प्रयोज्यकर्ता स्वतन्त्रकर्ता. ओके, प्रयोजककर्ता, प्रयोजककर्ता इत्युक्ते तत्र स्वतन्त्रकर्ता यः अस्ति तस्य प्रयोजकः. प्रयोजकः इत्युक्ते प्रेरकः. तस्य प्रेरकः यः अस्ति तस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. आं भगिनि, तदेव दत्तं. तत् प्रयोजक हेतुः च कर्ता अपि अभवत्. कर्तुः यः प्रयोजकः इत्युक्ते प्रवर्तयिता, प्रेरकः, तस्य कर्तृसंज्ञा अपि भवति, हेतुसंज्ञा अपि भवति. पठामि भगिनि. समीचीनं, धन्यवादः. इत्युक्ते प्रयोजककर्तुः कर्तृसंज्ञा अपेक्षिता, येन प्रथमाविभक्तिः लभ्यते. कर्तृसंज्ञा अस्ति इति प्रथमाविभक्तिः लभ्यते. हेतुसंज्ञा अस्ति इति किमर्थं हेतुसंज्ञा इति चेत् अग्रे उच्यते. हेतुसंज्ञा किमर्थम् अपेक्षिता? कर्तृसंज्ञा अस्ति चेत् पर्याप्तं खलु इति चेत् न. प्रयोजककर्तुः कर्तृसंज्ञा अपि अपेक्षिता, हेतुसंज्ञा अपि अपेक्षिता. हेतुसंज्ञा किमर्थम् इति अग्रे उच्यते. कर्तृसंज्ञा किमर्थम् इति चेत् कर्तृसंज्ञा अस्ति इति कृत्वा तिङ्प्रत्ययेन उक्तं भवति. अतः कर्तृसंज्ञा अपि अपेक्षिता. अस्तु, अग्रे विजयलक्ष्मी भगिनी, न क्षम्यतां, सूर्यकुमारी भगिनी. आं भगिनि, प्रयोजककर्ता कार्यं करोति, प्रयोजककर्ता तं प्रयोज्य कर्तारं कार्यार्थं प्रेरयति. अस्यां दशायां प्रयोजकत्वः स्वतन्त्रता तिष्ठति. किम् इति जिज्ञासायां वैयाकरणः ददन्ति यत् आं तिष्ठति. सा च प्रेरितो भवति न वा इति स्वेच्छया अस्ति. कार्यं करोति न वा इति पुनः स्वेच्छया. यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम्. हेतुसंज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे. प्रयोजकर्ता कार्यं करोति. प्रयोजककर्ता तं प्रेरयति. प्रयोजकर्तुः स्वतन्त्रता तिष्ठति. प्रयोजकर्तुः इच्छा अस्ति चेदेव कार्यं करोति, इच्छा नास्ति चेत् कार्यं न करोति. तत्कारणेन प्रयोजकर्तुः स्वतन्त्रता अस्ति. वैयाकरणः वदन्ति यत् आं तिष्ठति, सा च प्रेरितः भवति न वा इति स्वेच्छया अस्ति. कार्यं करोति न वा इति पुनः स्वेच्छया. यः कर्तारं प्रेरयति तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्यातम्. हेतुसंज्ञायाः महत्त्वं भवति अग्रे सूत्रे. तत्र प्रयोजकर्तः स्वतन्त्रता अस्ति यदा भवत्याः वाक्ये पूर्वमेव प्रयोजकर्तुः इच्छा प्रेरणा भवति, तदापि तस्य इच्छा अस्ति चेदेव कार्यं करोति. सत्यम् इत्युक्ते अत्र किम् अत्र किं पृष्टम् इति चेत् प्रयोज्यकर्तुः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति इति उक्तं, तर्हि तत्र स्वातन्त्र्यं कथम् अस्ति इत्युक्ते सः तु प्रेरितः भवति, प्रेरकः कश्चन अस्ति सः प्रयोज्यकर्तारं प्रेरयति खलु, तर्हि कथं स्वातन्त्र्यं भवति इति चेत् सत्यं यद्यपि प्रयोजककर्ता प्रयोज्यकर्तारं प्रेरयति तथापि तस्मिन् स्वातन्त्र्यं विद्यते. कथं स्वातन्त्र्यं विद्यते इति चेत् सः प्रेरितः भवति न वा इत्यत्र स्वातन्त्र्यम् अस्ति खलु. गृहे माता पुत्रं वदति पठतु पठतु इति वदति, परन्तु पुत्रः पठति वा न वा इति तस्मिन् स्वेच्छा अस्ति खलु. सः यदा प्रेरितः भवितुम् इच्छति तदानीं सः प्रेरितः भूत्वा पठति. यदि सः न इच्छति, सः क्रीडितुम् इच्छति चेत् सः प्रेरितः न भवति खलु. तत्र स्वातन्त्र्यं विद्यते खलु. एवं सर्वत्र यः प्रयोज्यकर्ता अस्ति यद्यपि सः प्रेरितः भवति, प्रयोज्य कर्ता यः अस्ति तेन सः प्रेरितः भवति, परन्तु प्रेरितः अस्ति चेदपि सः कार्यं करोति न वा इत्यत्र स्वातन्त्र्यं तु विद्यते. प्रेरितः भवति न वा इत्यत्रापि स्वातन्त्र्यं विद्यते. अतः प्रयोज्यकर्तुः स्वतन्त्रकर्ता इति सूत्रेण कर्तृसंज्ञा भवति, तत्र न कापि हानिः. प्रयोजककर्तुः तु कर्तृसंज्ञा अपि अपेक्षिता, हेतुसंज्ञा अपि अपेक्षिता. हेतुसंज्ञायाः प्रयोजनं किम् इति अग्रिमसूत्रे अस्ति. अस्तु, विजयलक्ष्मी भगिनी अग्रे. आं भगिनि, चुरादिगणे ततः खलु. सत्यम्. चुरादिगणे निच् प्रत्ययः विधीयते भिन्नसूत्रेण. ण्यन्तप्रकरणे निच् प्रत्ययः विधीयते पुनः पृथक्तया भिन्नसूत्रेण हेतुमति च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर् णिच् स्यात् णिच् विधायकं सूत्रं क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः आधारतया अस्या अस्ति इति हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः प्रेरणादिव्यापारः हेतुमान् प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति व्यापारः इति प्रेषणादिक्रिया स च व्यापारः हेतुमान् स्वनिष्ठाधारता निरूपिता ध्येयता सम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः तस्मिन् वाच्ये णिच् इत्याहुः इति तत्त्वबोधिनी अस्यां स्थितौ यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः णिच् प्रत्ययः विधीयते हेतुमति सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्यत्वच वर्मवर्णचूर्णचुरादिभ्यो णिच् इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च अत्र णिच् प्रत्ययः चुरादिगणे भिन्नसूत्रेण विधीयते परन्तु अन्येकं सूत्रमस्ति येन हेतुना पुनः णिच् प्रत्ययः विधीयते तत्र तत् पृथक् सूत्रमस्ति तत्र हेतुमति च इति तत् सूत्रम् अत्र चुरादिगणे यः णिच् तत्तु स्वार्थे विधीयते अत्र हेतुमति च इति सूत्रेण यः णिच् प्रत्ययः विधीयते तत् स्वार्थे नास्ति तत् प्रेरणार्थे अस्ति अत्र प्रयोजकव्यापारः अपि भवति प्रयोज्यव्यापारः इत्यपि भवति अतः अत्र कर्तुः प्रथमवाक्ये प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच् स्यात् इत्यस्य अर्थः कः अत्र यः कार्यं करोति तस्य कार्यस्य व्यापारस्य यः प्रेषण यः किं प्रेरणा ददाति तस्य प्रेरणा इत्यपि व्यापारः अस्ति अतः अत्र तस्य अर्थे अपि धातोः णिच् भवति इति अत्र अर्थः इति मन्ये बहु किमपि लिखितं खलु अत्र किञ्चित् काम्प्लिकेटेड् अस्ति तत्त्वबोधिन्याः तत्र प्रयत्नं करोतु प्रत्येकं वाक्यं स्वीकृत्य किम् अवगतम् इति वदतु. अत्र प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर् निच् स्यात् इत्युक्ते यत्र प्रयोजक अपि च प्रयोज्य इति व्यापारद्वयं यत्र भवति तत्र प्रयोजकव्यापारे प्रयोजक यः भवति सः प्रेषणादिकार्याणि करोति. अतः तस्य प्रेषणकार्यस्य कृते धातोः निच् भवति. अतः पठ् धातोः पाठी इति रूपं विधीयते. तत् प्रथमवाक्यं वदति इति मन्ये. निच् विधायकं सूत्रम् अस्मिन् अर्थे यदा निच् विधीयते तस्य कृते सूत्रम् अपेक्षितम् अस्ति. तत् सूत्रं हेतुमति च इति सूत्रमस्ति. क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकः क्रियायाः हेतुः. अत्र यः प्रयोज्यकर्तुः अस्ति सः तु वस्तुतः कार्यं करोति परन्तु प्रयोज्यकर्तुः यः प्रेरयति कार्यार्थं यः प्रेरयति सः प्रयोजककर्तुः. तस्य किं कार्यम् इति प्रश्ने तस्य कार्यं हेतुः एव तस्य क्रियायाः हेतुः तस्य कार्यं भवति प्रयोजककर्तुः क्रियायाः हेतुः इति तस्य कार्यं भवति. तावदेव खलु. तत् समीचीनं वा? समीचीनम्. अग्रे आधारतया अस्य अस्ति इति हेतुमान्. अत्र हेतुः अस्य अथवा अस्मिन् अस्ति इति मतुप् प्रत्ययः भवति. अतः प्रयोजककर्तुः प्रयोजककर्ता क्रियायाः हेतुः अस्ति इति कृत्वा सः हेतुमान् भवति. कः हेतुमान् भवति? प्रयोजककर्तु कर्ता न न हेतुमान् कः? आधारतया अस्य अस्ति इति हेतुमान्. अग्रिमवाक्यमपि पठतु. हा आधारतया अस्य अस्ति इति हेतुमान् मतुप् प्रत्ययः प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्. अस्तु व्यापारः हेतुमान् प्रेरणा इति यः व्यापारः अस्ति तस्य तद् व्यापारः हेतुमान् भवति. एण्ड् व्यापारः हेतुमान् इत्युक्ते व्यापारे हेतुः विद्यते. सः हेतुः कः? सः हेतुः प्रयोजकक्रियाहेतुः. न क्रियाहेतुः नास्ति, सोरि, प्रयोजकः कर्ता हेतुः. प्रेषणादिव्यापारः हेतुमान् हेतुमति इति तस्य सप्तमी विभक्ति इति मन्ये. सत्यं. हेतुमती व्यापारे हेतुमती व्यापारे सति धातुभ्यः निच् प्रत्ययः परश्च विधीयते. हेतुमती व्यापारे इत्युक्ते कश्चन व्यापारः अस्ति सः व्यापारः कीदृशः इति चेत् तस्मिन् व्यापारे हेतुः वर्तते. हेतुः कः? प्रयोजककर्ता. प्रयोजककर्ता यस्मिन् व्यापारे हेतुरूपेण वर्तते सः एव प्रेरयति. यदा सः प्रेरणां न ददाति तदानीं तु व्यापारः न जायते खलु. इदानीं गमयति इति अहं वदामि चेत् कश्चन प्रेरकः नास्ति चेत् तत्र अन्यः गमनक्रियां न करोति खलु. अतः तत्र गमी इत्यत्र यः व्यापारः अस्ति सः व्यापारः हेतुमान् अस्ति. इत्युक्ते तत्र प्रयोजककर्ता हेतुरूपेण विद्यते तस्मिन् व्यापारे इति कृत्वा तत्र निच् प्रत्ययस्य विधानं जातम्. व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान्. तत्तु इदानीमेव तदेव उक्तवन्तः. व्यापारः एव प्रेषणादिक्रियायाः यः व्यापारः सः हेतुमान् अस्ति. तस्मिन् इति सप्तमी विभक्ति हेतुमति इति भवति. स्वनिष्ठा आधारता निरूपिता ध्येयता आधेयता आधेयता सम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः. तस्मिन् वाच्ये निच् इत्याहुः यत्र व्यापारे किम् अस्ति. स्व इत्युक्ते किम् अस्ति तत्र? स्वनिष्ठ आधारता निरूपित आधेयता सम्बन्धेन हेतुः. स्व इत्युक्ते स्वेच्छया? न न न स्व इत्युक्ते किम्? स्वेन न प्रेषणादिव्यापारः. हा, स्व इत्युक्ते व्यापारः. व्यापारः व्यापारे व्यापारः एव आधारः अस्ति. व्यापारः आधारः, प्रयोजककर्ता आधेयः. प्रयोजककर्ता आधेयः व्यापारनिष्ठ आधारता निरूपित आदेयता सम्बन्धेन हेतुः वर्तते. हेतुः प्रयोजककर्ता यत्र वर्तते. इत्युक्ते अत्र कश्चन व्यापारः अस्ति, प्रेषणादिव्यापारः अस्ति, तस्मिन् व्यापारे प्रयोजककर्ता हेतुः अस्ति. प्रयोजककर्ता एव आदेयः अस्ति, आधारः अस्ति व्यापारः. तर्हि व्यापारे आधारता वर्तते, प्रयोजककर्ता आधेयः इति कृत्वा प्रयोजककर्तरि आधेयता वर्तते. अतः यस्मिन् व्यापारे हेतुः प्रयोजककर्ता वर्तते सः कथं वर्तते इति चेत् सः आधेयतासम्बन्धेन वर्तते. यतोहि व्यापारः अपि च प्रयोजककर्ता अनयोः मध्ये आधारादेयभावः इति कृत्वा एवं रीत्या वाक्यम् उक्तमस्ति. स्वनिष्ठ आधारता निरूपित आदेयतासम्बन्धेन हेतुः यत्र अस्ति सः हेतुमान् व्यापारः. तस्मिन् वाच्ये निच् इति आहुः. यत्र व्यापारस्य अपि च प्रयोजककर्तुः आधारादेयभावसम्बन्धः अस्ति, व्यापारः आधारः, प्रयोजककर्ता आदेयः, हेतुरूपेण विद्यते, तादृशव्यापारः यत्र भवति तत्र धातुतः निच् प्रत्ययः भवति. अस्तु भगिनि अग्रे. अस्यां स्थितौ यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. हा, काम्प्लिकेटेड् सेण्टेन्स् सिम्प्लिफैड् तावदेव. सत्यं. स्वनिष्ठ यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निच् प्रत्ययः विधीयते. अस्तु. हेतुमति सप्तम्यन्तं च अव्यय च इति अव्ययपदं सूत्रे हेतुमति च इति सूत्रे हेतुमति इति पदं सप्तम्यन्तं च इति अव्ययपदं द्विपदम् इदं सूत्रम्. अत्र स सत्यापपाशरूपवीणा स्थूलश्लोकसेनालोमत्वच वर्म वर्णचूर्ण चुरादिभ्यो निच् इत्यस्मात् सूत्रात् निच् इति पदम् अनुवर्तते. प्रत्ययः इत्यस्य अधिकारः, परश्च इत्यस्यापि अधिकारः. धातोः धातोर् एकाचो हलादेः क्रिया समभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अस्ति. अत्र वचनपरिमाणेन परिणामेन धातोः इत्यस्य पञ्चमी विभक्ति विभक्तौ धातुभ्यः इति भवति. अनुवृत्तिसहितसूत्रं हेतुमति च धातुभ्यः निच् प्रत्ययः परश्च इति सम्पूर्ण सम्पूर्णसूत्रम् अनुवृत्तिसहितसम्पूर्णसूत्रमस्ति. हेतुमति च धातुभ्यः निच् प्रत्ययः परश्च इति. सम्यक्, समीचीनम्. तर्हि किं विनयमहोदय वदति वा तत्र कः किं कः अर्थः अवगतः इति हेतुमति च इति सूत्रस्य? हेतुमति च अर्थः यदि अहं अवगन्तुं शक्नोमि तर्हि प्रथमतया तु प्रयोजककर्ता अस्ति. प्रयोजककर्ता संज्ञाद्वयं, हेतु अस्ति अपि च संज्ञा अस्ति. परन्तु व्यापारतः व्यापार प्रेषणादौ प्रेरक प्रेरक इत्यादि व्यापार अस्ति. अत्र व्यापार व्यापार स्वयमेव हेतुमान् अस्ति. यदि व्यापार व्यापार लक्षण हेतुमान् तद्धित् कारणेन अस्ति, तदनन्तरं लिच् प्रत्ययः आगच्छति. लिच् प्रत्ययः वयं जानीमः चुरादिगणे कोऽपि नवीनव्यवस्था नास्ति, परन्तु अत्र लिच् प्रत्ययः त्वाक् आधारेण नास्ति. अत्र लिच् प्रत्ययः ण्यन्त आधारेण, अर्थात् यदि धातु अच् अस्ति वा हल् अस्ति, अन्यसूत्राणि भवन्ति वयं जानीमः, परन्तु अत्र प्रयोजककर्ता प्रेरक अस्ति. प्रयोज्यकर्ता नापि कर्ता अस्ति, परन्तु स्वतन्त्र यथा भवती उक्तवान् स्वतन्त्र अस्ति. प्रयोज्यकर्ता स्वतन्त्र कर्ता अस्ति. तर्हि यदि प्रयोज्यकर्ता स्वतन्त्र अस्ति तर्हि अत्र हेतुमान् व्यापार भवति. यदि धातु यथा भू अस्ति तथि तथा एक सूत्र अस्ति. यदि धातु हल् अस्ति तथि अन्यसूत्र अस्ति. अत्र भावयति भवति या पाठयति इत्यादि भवन्ति. अत्र न केवलं करोति तत् कारयति, अर्थात् प्रेरणा करोति, तदनन्तरं स्वतन्त्र प्रयोज्यकर्ता कार्यं करोति. समीचीनं. तर्हि तत्र हेतुमति हेतुमति च इति सूत्रमस्ति. हेतुमति व्यापारे इत्युक्ते व्यापारे हेतुः भवेत्. हेतुः कः? प्रयोजककर्ता. अत्र व्यापारः प्रेषणादिव्यापारः. अत्र व्यापारः कीदृशः इति अग्रे अग्रिमपरिच्छेदे उक्तमस्ति. उदाहरणरूपेण प्रेषणम् इत्यादि, प्रेषणम् अध्येषण प्रेरणा इत्यादि रूपेण व्यापारः यत्र अस्ति, अपि च हेतुः वर्तते प्रयोजककर्ता. इदानीं तत्र हेतुसंज्ञायाः प्रयोजनमस्ति. प्रयोजककर्तुः हेतुसंज्ञा किमर्थम् इति चेत्, प्रयोजककर्तुः हेतुसंज्ञा अस्ति चेद् एव व्यापारः हेतुमान् भवति खलु. तर्हि हेतुमान् व्यापार हेतुमतीव्यापारे धातुतः निच् प्रत्ययः भवति. इत्युक्ते कश्चन प्रेरकः अस्ति, कश्चन प्रेरितः भवति यस्मिन् व्यापारे, तादृशपरिस्थितौ धातुतः निच् प्रत्ययः भवति इति सूत्रार्थः. अस्तु, क्षम्यतां भगिनि, किञ्चित् वदति वा, एतत् सम्यक् वा न वा? व्यापारनिष्ठा आधारता, व्यापारनिष्ठा आधारता तया निरूपितः आधेयः हेतुः, सः प्रयोजककर्ता. अधुना आधेयतासम्बन्धेन हेतुः नाम प्रयोजककर्ता हेतुमति व्यापारे वर्तते इति समीचीनं वा? सत्यं तावदेव. हा धन्यवादः. भगिनी एकः प्रश्नः, तत्र यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति, हेतुमति हेतुमान् इत्युक्ते तत्र व्यापारे हेतुः अस्ति इति भूत्वा एव तत्र भवति किल? प्रयोजकः हेतुः अस्ति इति किमर्थं पुनः उक्तम्? कुत्र उक्तं पुनः? तृतीयवाक्ये, अस्यां स्थितौ यत्र हेतुमति व्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः निष्प्रत्ययः विधीयते. हेतुमान् व्यापारे हेतु अस्ति इति कारणात् एव हेतुमान् व्यापारः भवति. हेतुमान् व्यापारे हेतुः अस्ति, परन्तु सः हेतुः कः इति चेत् प्रयोजकः. ओ अस्तु अस्तु, हेतुमति व्यापारे हेतुः तु अस्ति, न क्लेशः तत्र. हेतुः अस्य अस्ति इति हेतुमान्, परन्तु सः हेतुः कः इति चेत् प्रयोजकः एव सः हेतुः, तस्य एव हेतुसंज्ञापि भवति खलु? सत्यं सत्यम्. अस्तु, तादृशप्रयोजकः हेतुरूपेण यस्मिन् व्यापारे विद्यते सः व्यापारः हेतुमति हेतुमान्. अस्तु अस्तु अवगतम्. पूर्वमपि परिच्छेदः द्विवारम् अथवा पठितं, द्विवारं पठितम् इति मन्ये. न, तत्र तु विजयलक्ष्मीभगिनी एव पूर्वं पठितवती, अधुनापि सा एव पठितवती. एवं वा? अस्तु. अस्य सूत्रस्य अर्थः तु बहु कालानन्तरम् अवगम्यते भगिनि, बहु क्लेशकारकः. त्रिवारं अत्र न, अत्र तु इदानीं तु स्पष्टता अस्ति, क्लेशः नास्ति इदानीम्. इदानीं बहु स्पष्टमस्ति सूत्रम्. आमाम्, अधुना सम्यक् अस्ति खलु? आम्, अधुना अद्य एव बहु सम्यक् रीत्या अवगतवती. ऐ मीन् सम्यक् सेटल्ड् इन् द मैण्ड्. हा, इति अस्ति तत्र, तत्र किमपि नास्ति, तत्र केवलं कष्टकरं दृश्यते, परन्तु नास्ति किमपि क्लेशः नास्ति. अस्तु, अत्र स्थगयामः, समयः अतीतः. धन्यवादः, नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः भगिनी.